अस्तु, तर्हि नमस्कारः. इदानीं वयं तत्र कार्यकारणभावः इति प्रसङ्गे स्मः. तत्र असमवायीकारणम् इति असमवायीकारणस्य द्वैविध्यम् इति विषये किञ्चित् चर्चा कृतवन्तः आसम्. तर्हि तत्र किञ्चित् पुनस्मरणं कृत्वा अग्रे सरेम. तर्हि अत्र एकं वाक्यम् अस्ति यत् प्रायः गतसप्ताहे अस्माभिः पठितं, स्वसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति. तत्र सुनील् महोदय, भवान् वदति वा तत्र स्वसमवायि समवायित्वसम्बन्धः इत्युक्ते कः, इत्युक्ते स्वमिति स्वम् इत्युक्ते किं, तत्र स्वसमवायि इति कः, तत्र कण्ठशः तत् वाक्यस्य विवरणं दातुं शक्नोति वा? अहं परिश्रमं करोमि. अत्र कार्यमस्ति घटपरिमाणं, स्वम् इति घटपरिमाणं, घटपरिमाणं घटे अस्ति, अतः घटस्य संज्ञा अस्ति स्वसमवायि इति. समवायि इत्युक्ते अत्र आश्रयः इति अर्थः. अतः स्वसमवायि इत्युक्ते घटः इति. घटः कपाले अस्ति, कपालपरिमाणम् अपि कपाले अस्ति. अत्र कपालपरिमाणं कारणमस्ति, घटपरिमाणं कार्यम्. अतः अत्र प्रश्नः अस्ति कपालपरिमाणं घटपरिमाणं प्रति कारणं वा इति. अतः स्वसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणमिति. अतः कपालपरिमाणं कपाले अस्ति, तत्र घटपरिमाणं प्रति प्रत्यक्षे कपालपरिमाणं कारणं नास्ति, परन्तु एतादृश वाक्येन वयं वदामः घटपरिमाणं प्रति कपालपरिमाणं कारणमिति. इत्युक्ते अत्र परम्परासम्बन्धः इति. परम्परासम्बन्धिनः. अस्तु, तत्र स्वम् इति घटपरिमाणं सम्यक्, स्वसमवायि इति घटः, तत्र स्वसमवायि समवायि इति कः? स्वसमवायि समवायित्व अत्र कपालः न, स्वसमवायि स्वसमवायि समवायि इत्युक्ते कपालः खलु? स्वसमवायि समवायि कपालः. स्वसमवायि समवायित्वम् इति कपाले अस्ति. तर्हि तत्र घटपरिमाणं कपाल क्षम्यतां, हा, घटपरिमाणं घटे समवायसम्बन्धेन अस्ति, परन्तु घटपरिमाणं कपाले कीदृशसम्बन्धेन अस्ति? एतादृशस्वसमवायित्वसम्बन्धेन अस्ति. स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति, कपालपरिमाणं कपाले कीदृशसम्बन्धेन? समवायसम्बन्ध समवायसमय इत्युक्ते अत्र कार्यम् अपि च कारणं द्वयोः समानाधिकरण्यम् इति आगतं खलु. तर्हि अत्र कार्यम् अस्ति परम्परासम्बन्धेन कपाले, कारणमस्ति तत्र साक्षात् सम्बन्धेन कपाले इति कृत्वा कारणं कार्यम् उभयोः अपि तत्र अधिकरणं समानम् इति साधितम्. तत्र अधिकरणं समानम् इति कृत्वा तत्र कार्यकारणभावः अपि आगतः. अस्तु, उत्तमं. तर्हि एतत् स्पष्टं वा? तत्र पुष्पा भगिनी, भवती एकवारम् एतदेव पुनः वक्तुं शक्नोति वा यत् सुनील् महोदय इदानीम् उक्तवान्? अत्र पुस्तके अस्ति न, करपत्रे अस्ति भगिनि, अहम् आरम्भे एव उक्तवती खलु महोदयस्य ई पत्रं पश्यतु तत्. करपत्र तत्र अर्थम् अर्थम् अवगच्छामि. स्वस्य कुत्र अस्ति करपत्रे असमवायीकरणं? तत्र करपत्रे एक चित्रमेकम् अस्ति खलु, पश्यति वा द्वितीयसमवायिकारणवर्ण वर्णनं इति. गतपरिमाणं द्वितीय भगिनी भगिनी अहं यद्वदामि तत् किञ्चित् शृणोतु. तत्र एकं चित्रमस्ति, पश्यति वा? समवायसम्बन्धः हा, घटपरिमाणं समवायसम्बन्धः घटः इति सर्वम् अस्ति तस्मिन् चित्रे. पश्यति वा चित्रं? पश्यति वा? एकमेव चित्रमस्ति करपत्रे. अस्तु, तस्य अधोभागे प्रायः एकं द्वे त्रीणि पञ्च परिच्छेदः पञ्चमपरिच्छेदः यदस्ति तत्र अन्तिमवाक्यं तत्र स्थूलाक्षरैः यद् लिखितमस्ति, स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्. पश्यति वा? तस्य विवरणम् इदानीं सुनील् महोदय कृतवान, तत् पुनः भवती अपि तत्र स्वम् इत्युक्ते किं, स्वसमवायि इत्युक्ते कं किम् इति तत् सर्वं वदतु किञ्चित्. स्वसमवायि समवायित्वसम्बन्धेन घटपरिणाम परिमाणं प्रति बोधयति अत्र. अस्तु, हा, तत्र स्वम् इत्युक्ते किं? स्वम् इत्युक्ते कपालः. भगिनी एकक्षणं, इदानीं सुनील् महोदय यत् उक्तवान् तत् श्रुतवती वा भवती? श्रुतवान्. अस्तु, एकक्षणं, पुनः एकवारं रामप्रिया भगिनी भवती एकवारं वदति वा तत्र स्वम् इत्युक्ते किम् इति सर्वम्? आम् आम्, स्वम् इत्युक्ते अत्र घटपरिमाणं. घटपरिमाणं घटे समवायसम्बन्धेन अस्ति. घटपरिमाणं स्वम् इति कारणात् घटः स्वसमवायि. घटः एकक्षणं भगिनि, क्षम्यताम् एकक्षणं. पुष्पा भगिनी अवगच्छति वा स्वम् इत्युक्ते किं, स्वसमवायि इत्युक्ते किम् इति? किमर्थं स्वसमवायि इत्युक्ते घटः? घटः घटपरिमाणं स्वसमवायित्वं. न न भगिनि, एकक्षणम् एकक्षणं, मम प्रश्नः तद् नास्ति. स्वम् इत्युक्ते घटपरिमाणं खलु, स्वसमवायि इत्युक्ते घटः. किमर्थं स्वसमवायि इत्युक्ते घटः न तु कपालः? अत्र घटपरिमाणं विषयं विचारणं करोमि कुर्मः न भगिनि? मम प्रश्नः अवगच्छति वा? घटः स्वसमय समवायि घटः तु समवायि न किमर्थम् इति मम प्रश्नः. तत्र स्वम् इति घटपरिमाणं चेत् किमर्थं घटः स्वसमवायि? तत्र कथं तादृशनामकरणम् आगतं घटस्य? पुरतः समवायि कपालः, तथैव कपालः मम उक्तम्. न, इदानीं कपालस्य विषयः नास्ति, क्षम्यताम्. तत्र घटपरिमाणम् अस्ति, घटपरिमाणं कुत्र अस्ति? घटपरिमाणं घटस्य घटे अस्ति. घटे अस्ति, घटपरिमाणं घटे कीदृशसम्बन्धेन अस्ति? समवायिसम्बन्धेन. समवायिसम्बन्धेन. समवायसम्बन्धेन समवायसम्बन्धेन घटपरिमाणम् अस्ति खलु. तर्हि घटपरिमाणं घटे समवायसम्बन्धेन अस्ति चेत् घटः कः? घटः समवायी इत्युक्ते समवायः तत्र इनिप्रत्ययः. आरम्भतः वयं पुनः पुनः दृष्टवन्तः इनिप्रत्ययः भिन्नभिन्नप्रसङ्गेषु. गुणगुणिनोः अत्रापि गुणि इति इनिप्रत्ययः खलु, गुणः अस्ति अस्मिन् वा इति. तद्वत् अत्रापि समवायः अस्य अस्मिन् वा इति, इत्युक्ते समवायसम्बन्धः घटे अस्ति इति कृत्वा समवायी इति घटस्य नामकरणं कृतम्. तत्र स्वम् इति घटपरिमाणं, घटपरिमाणस्य समवायी घटः इति कृत्वा स्वसमवायी इति अस्ति. पुनः घटः कपाले अस्ति कीदृशसम्बन्धेन? किमर्थं कपालपरिमाणं? न, घटः कपाले किमर्थं समवायसम्बन्धेन अस्ति, न तु संयोगसम्बन्धेन? घटः अपि द्रव्यं, कपालः अपि द्रव्यं, किमर्थं तत्र तयोः मध्ये संयोगसम्बन्धः नास्ति परन्तु समवायसम्बन्धः अस्ति? जन्यति कपालः घटं जन्यति. हा, इत्युक्ते अवयव अवयविनोः मध्ये यः सम्बन्धः सः समवायसम्बन्धः खलु. तर्हि तत्र, तर्हि घटस्य समवायी अस्ति कपालः. तर्हि इदानीं घटः अस्ति स्वसमवायी, स्वसमवायी इति यः घटः अस्ति तस्य समवायी अस्ति कपालः इति कृत्वा स्वसमवायी समवायी इति कपालस्य नामकरणम्. तर्हि तादृशस्वसमवायी समवायित्वसम्बन्धेन इदानीं घटपरिमाणम् इति यः गुणः घटे अस्ति तस्य परम्परासम्बन्धेन तस्य अधिकरणं कपालः इति आगतम्. कपालपरिमाणं तु समवायसम्बन्धेन कपाले एव अस्ति. तर्हि इदानीं तयोः मध्ये अधिकरणं समानं कपालः इति कृत्वा अत्र स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति अत्र द्वितीयविध असमवायीकारणं साधितम्. अवगच्छति वा? अस्तु, तर्हि अग्रे पठेम. एवमेव प्रकृतौ इति आरभ्य रामप्रिया भगिनी भवती पठति वा? आं भगिनि, कुत्र भगिनि? परम्परासम्बन्धः एकमुखेन तत् वा? एवमेव प्रकृतिः, तस्य पूर्वमपि किञ्चित् पठनीयं खलु. एवमेव प्रकृतौ अपि तत्सर्वं पठितं वा न इति चिन्तयामि. एवमेव प्रकृतौ अपि समवेतत्वस्य प्रयोगेण परम्परासम्बन्धः साधयितुं शक्यते. स्वं कपालपरिमाणं, स्वसमवायी कपालः, तत्र समवेतः भवति घटः, समवेतत्वं घटे. तथा च स्वसमवायी समवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते. तत्रैव घटे घटस्य परिमाणं समवायसम्बन्धेन वर्तते इति कारणस्य सम्बन्धः परम्पर्या सम्बन्धः. तत्र घटपरिमाणं साक्षात् समवायसम्बन्धेन घटे. समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायी समवेतत्वसम्बन्धेन कपालपरिमाणं कारणम्. अत्र स्वसमवायी समवेतत्वं स्वीकृत्य कारणसम्बन्धः. अत्र समवेतम् इति प्रयोगं कृत्वा परम्परासम्बन्धः कथं साधनीयम् इति अस्ति. अत्रापि कपालपरिमाणं घटपरिमाणविषये एव. स्वम् इति कपालपरिमाणं विपरीतदिशि. अत्र कपालपरिमाणं स्वम् अस्ति, अतः स्वसमवायी यत्र समवायसम्बन्धेन कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति, अतः कपालः स्वसमवायि. तत्र समवेतः भवति घटः. समवेतः इत्युक्ते उपरि दिशि गमनार्थं समवेतः, अतः तद् घटः. समवेतत्वं घटे अस्ति इदानीम्. अतः स्वसमवायि इत्युक्ते कपालपरिमाणं स्वं स्वसमवायि इति कपालः समवेतत्व सम्बन्धेन, समवेतत्वम् इत्युक्ते अतः घटे सम्बन्धेन कपाल समवेतत्वसम्बन्धेन कपालस्य परिमाणं घटे वर्तते. क्षम्यतां. तत्रैव घटे घटस्य अनन्तरं घटस्य परिमाणं घटे समवायसम्बन्धेन अस्ति, अतः इति कारणस्य सम्बन्धः, अतः एव परम्पर्यासम्बन्धः, कारणस्य सम्बन्धः अस्ति अत्र परम्पर्यासम्बन्धः. पूर्णवाक्यम् अस्ति स्वसमवायि समवेतत्वसम्बन्धेन कपालः. क्षम्यताम् एकनिमिषं. स्वसमवायि समवेतत्वसम्बन्धेन कपालः, किञ्चित् भ्रमः अस्ति अत्र. कपालपरिमाणं कारणं घटपरिमाणं प्रति कपाल समवायसम्बन्धेन घटपरिमाणं प्रति कपालपरिमाणं कारणम्. उत्तमम्. इदानीं तत्र अधिकरणं किम् अस्मिन् उदाहरणे? अस्मिन् उदाहरणे अधिकरणम् अस्ति कपालः. पुनः एकवारं चिन्तयित्वा वदतु, तत्र कथं कपालः भवति अधिकरणं? कपालपरिमाणं कपाले अस्ति. ओहो, विपरीतसम्बन्धेन परम्परासम्बन्धेन किं कुत्र आगतम्? परम्परासम्बन्धेन तत्र पूर्वस्मिन् वाक्ये यत् आरम्भे अस्माभिः पठितं, तत्र स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्. अत्र परम्परासम्बन्धेन घटपरिमाणं कपाले इति साधितं खलु, घटपरिमाणं स्वसमवायि समवायित्वसम्बन्धेन इति एकं परम्परासम्बन्धः, तेन सम्बन्धेन कपाले अस्ति इति. अत्र तथा किं कुत्र इति साधितम्? अत्र कपालपरि घटपरिमाणं प्रति कपालपरिमाणं कारणम् इति साधितम्. सत्यं, द्वयोः स्थलयोः अपि तदेव साधितं. द्वयोः स्थलयोः अपि तत्र कपालपरिमाणं घटपरिमाणं प्रति कारणम् इति. परन्तु अत्र परम्परासम्बन्धः स्वीकृत्य घटपरिमाणं कपाले अस्ति इति आगतं खलु. अत्र किम्, अत्र किं कुत्र इति आगतम्? अत्र कपालपरिमाणं घटे इति, घटः एव अधिकरणम्. उत्तमं. घटः एव अधिकरणम्. तर्हि घटः इति अधिकरणे इदानीं कपालपरिमाणं परम्परासम्बन्धेन अस्ति, घटपरिमाणं तु साक्षात् अस्ति. तर्हि समवायसम्बन्धेन घटपरिमाणं घटे अस्ति, परम्परासम्बन्धेन कपालपरिमाणं घटे अस्ति. तर्हि तादृशसम्बन्धेन कपालपरिमाणं घटपरिमाणं प्रति कारणं भवति इति आगतम्. अस्तु, अग्रे पठतु भगिनि. आहत्य कार्यस्य सम्बन्धः परम्परासम्बन्धः अथवा कारणस्य सम्बन्धः परम्परासम्बन्धः उभयता वक्तुं शक्यते. उभयत्र कार्यकारणयोः एकम् अधिकरणं सिद्ध्यति इति द्वितीयविधम् असमवायी कारणम्. अत्र कार्यस्य सम्बन्धः अपि परम्परासम्बन्धः प्रथमविधं वयं दृष्टवन्तः. द्वितीयमस्ति प्रथमविधम् इति न प्रथम वाक्यं तत्र इत्युक्ते किमर्थं प्रथमविधम् इति न वदामि, यतोहि तत्र प्रथमविध असमवायिकारणम् इति अस्ति खलु, तत् किञ्चित् भिन्नं तदर्थमेव. तत्र प्रथमवाक्यं तत् स्वसमवायि समवायित्व तद् प्रथम कार्यस्य सम्बन्धः परम्परासम्बन्धः इति, कारणस्य सम्बन्धः अपि परम्परासम्बन्धः इति वयं दृष्टवन्तः. तद् इदानीमेव वयं दृष्टवन्तः. तद् उभयता उभयमपि साधु इति अस्ति. कार्यकारणयोः एकम् अधिकरणमेव सिद्ध्यति उभयत्रापि इति द्वितीयविधम् असमवायीकारणम्. इत्युक्ते अत्र कार्यम् इति किम्? कार्यं किं कारणं किम्? कार्यमस्ति घटपरिमाणं, कारणमस्ति कपालपरिमाणम्. उत्तमं. तर्हि तत्र कार्यस्य सम्बन्धः परम्परासम्बन्धः इत्युक्ते किम्? कार्यस्य सम्बन्धः इत्युक्ते घटपरिमाणस्य सम्बन्धः परम्परासम्बन्धः. कारणस्य सम्बन्धः इत्युक्ते कपालपरिमाणस्य सम्बन्धः यदा वयं दृष्टवन्तः इदानीं, तदपि परम्परासम्बन्धः एव. इत्युक्ते तत्र यथा कार्यस्य सम्बन्धः परम्परासम्बन्धः भवति अथवा कारणस्य सम्बन्धः परम्परासम्बन्धः भवति, तथा कृत्वा तत्र अधिकरणं समानम् इति उभयत्रापि तत्र कार्यकारणयोः अधिकरणम् एकम् इति साधयितुं शक्नुमः. इत्युक्ते कार्यस्य परम्परासम्बन्धः स्वीकृत्य अथवा कारणस्य परम्परासम्बन्धः स्वीकृत्य उभयत्रापि तत्र समानाधिकरण्यम् इति कर्तुं शक्नुमः. पृथक् पृथक् एव किल पृथक् पृथक् एव तत्र तदर्थमेव तत्र यथा तत्र एकम् अस्ति कार्यस्य परम्परासम्बन्धः स्वीकृतः चेत् कारणस्य तु साक्षात् भवति, अथवा कारणस्य परम्परासम्बन्धः इति स्वीकुर्मः चेत् कार्यस्य साक्षात् भवति. तर्हि एकत्र साक्षात् अन्यत्र परम्परा इति कृत्वा, परन्तु द्वयोः स्थलयोः अपि समानाधिकरण्यं साधयितुं शक्नुमः. तदेव द्वितीयविध असमवायिकारणम् इति. सत्यं सत्यम्. अग्रेपि पठतु भगिनि. द्वितीयविधम् असमवायिकारणं घटपरिमाणं कपालपरिमाणं. स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणं. तदेव वयं चित्ररूपेण निरूपितवन्तः. तदेव कार्यस्य सम्बन्धः परम्परासम्बन्धः इति प्रथमम् अथवा समवायसम्बन्धेन घटपरिमाणं प्रति स्वसमवायिसमवेतत्वसम्बन्धेन कपालपरिमाणं कारणं. तत्र तदेव तदेव कारणं, क्षम्यतां, कारणस्य सम्बन्धः परम्परासम्बन्धः इति. इत्थञ्च द्वितीयम् असमवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायीकारणम्. एतदेव द्वितीय असमवायीकारणम् इति. कारणेन सह कपालपरिमाणेन सह एकस्मिन् अधिकरणे एकस्मिन् अर्थे घटे समवेतं सत् इत्युक्ते समवायसम्बन्धेन कारणम् असमवायीकारणम्. उत्तमं. तर्हि प्रथमविधम् असमवायिकारणं किम्? कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्. तत्र कार्येण इत्युक्ते तत्र घटपरिमाणेन सह एकस्मिन् अधिकरणे तत्र घटपरिमाणम् इति उदाहरणं नास्ति खलु, तत्र कार्येण सह इति यदा अस्ति तत्र उदाहरणं किञ्चित् भिन्नम् अस्ति खलु. परिमाणस्य प्रसङ्गे तथा न कार्येण सह इति न वक्तुं शक्नुमः. तत् तत्र उदाहरणं किं? कपालद्वयसंयोगः घटः इति तत्र कार्येण सह इत्युक्ते घटेन सह एकस्मिन् अर्थे कपाले एकस्मिन् अर्थकरणे कपाले समवायसम्बन्धेन कारणम् इति कपालः असमवायी कारणम् इति कारणं किम् अत्र समवेतं सत् कारणं किं क्षम्यतां कपालद्वयसंयोगः असमवायि उत्तमम् इति तत्र कपालद्वयसंयोगः इति कार्येण सह एकस्मिन् अधिकरणे स्थित्वा असमवायिकारणम् इति आगतम् अत्र कारणेन सह एकस्मिन् अर्थे इति कृत्वा कारणं भवति असमवायिकारणम् इति तर्हि पुस्तके नवतितमे पुटे पश्यतु पुष्पा भगिनी भवती पठितुं शक्नोति वा तत्र पुस्तके नवतितमे पुटे इदमेव ग्रन्थकृता इति अस्ति पश्यति वा किं नव भगिनि भगिनि हा हा हा पठतु भगिनि नवतितमे पुटे इदमेव ग्रन्थकृता इति अस्ति खलु तस्मात् पश्यति वा पुस्तकमस्ति वा भवत्याः समीपे अस्ति अस्ति अस्ति नवतितमे इदमेव ग्रन्थकृता इदमेव ग्रन्थकृता कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायि कारणम् इति उक्तम् तदेव अधुना आवां चर्चामः न तदेव इदं तु इदानीं कृतं न अग्रे पठतु भगिनि अग्रे अग्रिमवाक्यं पठतु कार्येण घटेन सह एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन विद्यमानं सत् कारणम् असमवायीकरणम् असमवायीकारणम् असमवायीकारणम् इति अस्माभिः पूर्वमेव दृष्टं तत्र संयोगस्य विषयः आगतः तर्हि अत्र असमवायिकारणनिरूपणम् इति यदा वयम् आरम्भे दृष्टवन्तः अत्र तन्तुद्वयसंयोगः कपालद्वयसंयोगः इति दृष्ट्वा तत्र कार्यम् इति घटः घटेन सह एकस्मिन् अर्थे घटः कपाले अस्ति तर्हि अर्थे इत्युक्ते अत्र अधिकरणे तर्हि घटः अपि कपाले कपालद्वयसंयोगः अपि कपाले इति कृत्वा तत्र एकस्मिन् अधिकरणे अथवा एकस्मिन् अर्थे समवेतं सत्कारणम् इत्युक्ते समवायसम्बन्धेन विद्यमानं कारणं यः संयोगः अस्ति कपाले सः संयोगः समवायसम्बन्धेन कपाले अस्ति इति कृत्वा तादृशसंयोगः घटं प्रति कारणं कीदृशं कारणम् असमवायीकारणम् इति अस्माभिः तदा एव पठितं स्मरति वा भगिनि इति प्रथमविध असमवायीकारणम् अस्माभिः पूर्वमेव दृष्टं हा इदानीम् अग्रे पठतु यद्यपि च मूले कार्येण कारणेन सह एकस्मिन् अर्थे इत्यादि लिखितं तथापि तत्रत्यः कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागः प्रथमा समवायिकारणनिरूपण उपयोगी कारणेति अंशः द्वितीयस्य असमवायिकारणस्य निरूपणाय तत्तु यथा अवसरं निरूपयिष्यते. इत्युक्ते अत्र मूले इत्युक्ते किम्? मूले मूले तु मूले मूले कार्येण न कारणे मूले तु असमवायिक न मूले इत्युक्ते किं रामप्रिया भगिनी? ग्रन्थे. हा, मूलग्रन्थे इत्युक्ते तर्कसङ्ग्रहग्रन्थे एतद्वाक्यम् अस्ति, लिखितमस्ति कार्येण कारणेन सह एकस्मिन् अर्थे इति. परन्तु अत्र इत्युक्ते तत्र अस्ति तत्रत्यः इत्युक्ते उपरि यद्दत्तमस्ति तद् कार्येण सह एकस्मिन् अर्थे समवेतम् इति भागस्य एव तत्र कार्येण सह एकस्मिन् अर्थे समवेतम् इति प्रथमविध असमवायिकारणमस्ति. तस्य निरूपण उपयोगी एव अस्ति एतद् भागः. द्वितीयविध असमवायिकारणमस्ति कारणेन सह एकस्मिन् अर्थे इति. तत्तु अग्रे यथा अवसरं निरूपयिष्यते इति अस्ति. इत्युक्ते यत्र तस्य अवसरः आगच्छति, यदा आगच्छति तदा निरूपयिष्यते इति. तर्हि इदानीं तस्य अवसरः आगतः, तर्हि अस्माकं निरूपणमपि जातम्. इत्युक्ते कार्येण इति संयोगस्य प्रसङ्गे वयं दृष्टान्तः स्वीकृत्य कृतवन्तः. कारणेन इति तत्र परिमाणस्य दृष्टान्तः स्वीकृत्य तत्र कारणेन सह एकस्मिन् अर्थे इति अपि तत्र कृतवन्तः. अस्तु, इदानीं पटरूपं तन्तुरूपम् इति अस्ति खलु करपत्रे, तत्र अभ्यासः इति. पुष्पा भगिनी, भवती तत्र वदति वा तत्र कीदृशं प्रथमं तत्र पटरूपं तन्तुरूपं तत्र कारणं किं कार्यं किम्? कारणं तन्तुः, तत्र विषयः अस्ति पटरूपं तन्तुरूपं, तन्तुः इति नास्ति. तर्हि कारणं किं कार्यं किम्? पटरूपं तन्तुरूपं, पटरूपं तु कारणं, पटरूपं कारणं, तन्तुरूपम् अपि कारणं. किञ्चित् चिन्तयित्वा वदतु भगिनि. घटपरिमाणं कपालपरिमाणम् इति उदाहरणं दृष्टवन्तः खलु, तत्र कार्यं किं कारणं किम्? कार्यं कारणं घटं भगिनि, न तत्र प्रश्नः कपालपरिमाणं घटपरिमाणं, घटः इति प्रसङ्गः नास्ति. कपालपरिमाणं घटपरिमाणम् इति यद् दृष्टान्तः इदानीं वयं प्रायः अर्धघण्टा यावत् चर्चितवन्तः, अत्र कार्यं किं कारणं किम्? घटपरिमाणं कार्यं, कारणं कपालपरिमाणम्. उत्तमं. तर्हि अत्र पटरूपं तन्तुरूपम् इति प्रसङ्गे कार्यं किं भवति, कारणं किं स्यात्? पटरूपं कार्यं, तन्तुरूपं कारणम्. अस्तु, प्रथमं तन्तुरूपं कीदृशं कारणं, समवायिकारणं वा असमवायिकारणं वा? तन्तुरूपं समवायिकारणं. समवायिकारणं, समवायिकारणम् इत्युक्ते किम्? समवायेन तन्तुरूपं पटरूपं. न भगिनि, मम प्रश्नः समवायीकारणम् इत्युक्ते किम्? समवायीकारणम् इत्युक्ते अन्य कोऽपि साहाय्यं कर्तुं शक्नोति वा? सुनील् महोदय, अत्र न प्रथमं समवायिकारणम् इत्युक्ते किम् इति वदतु. समवायिकारणम् इत्युक्ते यः यस्मिन् तादात्म्यसम्बन्धेन स्थित्वा कार्यं जनयति इति समवायिकारणम्. समवायसम्बन्धेन कार्यं जनयति इति, समवायसम्बन्धेन कार्यं जनयति इति समवायिकारणं तर्हि तत्र तन्तुरु पटरूपस्य समवायिकारणं किं स्यात्? पटरूपस्य समवायिकारणं तन्तुः न न पटरूपस्य समवायिकारणं पटरूपस्य समवायिकारणं तन्तुरूपमस्ति न पटरूपस्य समवायिकारणमस्ति वा तन्तुरूपम् पटरूपस्य समवायिकारणं पटः उत्तमं पटरूपस्य तर्हि तन्तुरूपं कीदृशं कारणं पुष्पा भगिनी तन्तुरूपं कीदृशं कारणं पटरूपस्य समवायिसम्बन्धेन भगिनी प्रश्नः कीदृशं कारणमिति सम्बन्धविषये नास्ति तत् पटरूपस्य समवायिकारणं पटः इति सुनील महोदय उक्तवान् खलु तर्हि पटरूपं पटरूपस्य कीदृशं कारणं भवति तन्तुरूपं तन्तुरूपसमवायिकारणं भगिनी प्रश्नः अस्ति पटरूपस्य कीदृशं कारणं तन्तुरूपम् इति तत्र समवायिकारणं तु नास्ति तर्हि किम् अवशिष्यते भगिनी अस्तु तत्र कारणं कतिविधं कारणं तत्र कारणं सुनील महोदय किञ्चित् स्मारयतु कारणं कतिविधं देके अत्र कारणं त्रिविधम् अत्र समवायिकारणम् असमवायिकारणं निमित्तकारणमिति तर्हि भगिनि इदानीं तन्तुरूपं पटरूपस्य समवायिकारणं नास्ति इति वयं जानीमः यतोहि पटरूपस्य समवायिकारणम् अस्ति पटः तर्हि तन्तुरूपं कीदृशं कारणं भवितुं शक्नोति पटरूपस्य असमवायिकारणं धन्यवादः तर्हि तन्तुरूपं पटरूपस्य असमवायिकारणम् इति चेत् तत्र असमवायिकारणं द्विविधमिति दृष्टवन्तः खलु कार्येण सह अथवा कारणेन सह इति तर्हि अत्र कीदृशमस्ति द्वितीयविधम् असमवायिकारणं वा अथवा प्रथमविधम् असमवायिकारणं वा अत्र कारणेन तत्तु कारणेन तु प्रथमविध कारणेन सुनील महोदय किञ्चित् वदति वा तत्र कीदृशम् असमवायिकारणं कथं निरूपयितुं शक्नुमः इति किञ्चित् यथा वयं घटपरिमाणं कपालपरिमाणम् इति कृतवन्तः अत्र इदानीं कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् अस्ति तन्तुरूपं न न न एकक्षणं कारणेन सह एकक्षणं हा कारणेन सह अथवा कार्येण सह इति द्विविधम् अस्ति खलु हा तर्हि तत्र द्वितीयविधं वा प्रथमविधं वा इति उक्त्वा तदनन्तरं भवान् यद्वद् उक्तवान् तत् सम्यक् एव परन्तु प्रायः एकसोपानं त्यक्त्वा अग्रे गतवान् तर्हि सोपानेन गच्छतु तावदेव अत्र कार्यद्वयम् अस्ति अत्र कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायकारणं प्रथमः द्वितीयः अस्ति कारणेन सह एकस्मिन् अर्थे समवेदं सत् कारणम् असमवायिकारणमिति अस्मिन् उदाहरणे पटरूपं तन्तुरूपम् इति तन्तुरूपं कारणेन सह एकस्मिन् अर्थे समवेदं सत् कारणम् असमवायिकारणमिति द्वितीयः अस्ति तद् वयं पूर्वस्मिन् उदाहरणे अपि दृष्टवन्तः घटपरिमाणं कपालपरिमाणं अत्र तादृशमेव इत्युक्ते तद् वाक्यं किञ्चित् वदतु, तत्र स्वसमवायि समवायित्वसम्बन्धः इति तत्सर्वम् उक्तवन्तः खलु यथा घटपरिमाणस्य प्रसङ्गे कृतवन्तः, तद्वत् अत्रापि किञ्चित्. पुनः अत्र वदामि, अत्र पटरूपं पटे अस्ति समवायसम्बन्धेन, पटः तन्तुः अस्ति समवायसम्बन्धेन, तन्तुः तन्तुरूपं तन्तौ समवायसम्बन्धेन अस्ति, अतः पटरूप तन्तुरूपं पटरूपं प्रति कारणं भवति. वाक्यमस्ति अत्र स्वसमवायि समवायित्वसम्बन्धेन पटरूपं प्रति समवायसम्बन्धेन तन्तुरूपं कारणमिति, अथवा समवायसम्बन्धेन. अत्र एकक्षणं, तस्मिन् वाक्ये स्वम् इत्युक्ते किम्? अत्र स्वम् इत्युक्ते पटरूपमस्ति, स्वसमवायि इत्युक्ते पटः अस्ति, स्वसमवायि समवायित्वम् इत्युक्ते तन्तुः अस्ति, अत्र कारणमस्ति तन्तुरूपम्. तन्तुरूपं परम्परया पटरूपं प्रति कारणम्, अतः स्वसमवायि समवायित्वसम्बन्धेन पटरूपं प्रति समवायसम्बन्धेन तन्तुरूपं कारणमिति. अत्र अधिकरणं तन्तुः अस्ति इत्युक्ते तन्तुरूपं पटरूपं परम्परया तन्तु अस्ति इति. उत्तमम्, अति उत्तमम्. द्वितीयवाक्यं विपरीतदिशि अस्ति, अत्र समवायसम्बन्धेन पटरूपं प्रति स्वसमवायि समवेदत्वसम्बन्धेन तन्तुरूपं कारणमिति, तत्र पटः अस्ति अधिकरणम्, अत्र तत्रापि पटरूपमेव कार्यं तन्तुरूपं कारणं, परन्तु तन्तुरूपं कार्याधिकरणे अस्ति इत्युक्ते अत्र पटे अस्ति इति. अति उत्तमं. पुष्पा भगिनी अवगच्छति वा? अवगच्छामि, अवगच्छामि, अद्य अद्य अवगच्छामि, अवगच्छामि. अस्तु, तत्र पुनः एकवारं पठतु भगिनि, प्रश्नः अस्ति चेत् पृच्छतु. समवायिसम्बन्धेन पटरूपं प्रति समवायसम्बन्धेन तन्तुरूपं कारणम्, अथवा समवायसम्बन्धेन पटरूपं प्रति स्वसमवायि समवेतत्वसम्बन्धेन तन्तुरूपं कारणम्. उत्तमम्, अस्तु. तर्हि अग्रे रामप्रिया भगिनी भवती पठति वा? आं भगिनि. परम्परासम्बन्धः एकमुखेन स्वीकरणीयः. पुस्तकं हस्ते अस्ति संयोगसम्बन्धेन. अत्र संयोगसम्बन्धः हस्ते अपि पुस्तके अपि, तदर्थं संयोगः द्विनिष्ठः इति उच्यते. अत्र परम्परासम्बन्धः एकमुखेन इति विषये अस्ति. पुस्तकं हस्ते, हस्ते पुस्तकं संयोगसम्बन्धेन अस्ति. संयोगसम्बन्धः तु हस्ते अपि अस्ति पुस्तके अपि अस्ति, तदर्थं संयोगः इति अत्र गुणः गुणः द्विनिष्ठः इति उच्यते. निष्ठ इति वदामि तदेव किल भगिनि. हा द्विनिष्ठः इत्युक्ते तत्र संयोगसम्बन्धः यदा वयं पुस्तकहस्तयोः संयोगसम्बन्धः इति वदामः तत्र पुस्तके अपि संयोगसम्बन्धः अस्ति, हस्ते अपि संयोगसम्बन्धः अस्ति. द्विनिष्ठः इत्युक्ते द्वयोः स्थलयोः अपि तिष्ठति, तत्र संयोगसम्बन्धः इति सम्बन्धः पुस्तके अपि अस्ति, हस्ते अपि अस्ति खलु. तत्र निष्ठ इत्युक्ते तत्र अधिकरणम् अस्ति इति कृत्वा, तत्र द्विनिष्ठः इत्युक्ते अधिकरणद्वयमस्ति संयोगसम्बन्धस्य. पुस्तकमपि एकम् अधिकरणं, हस्तः अपि एकम् अधिकरणम्. अग्रे पठतु. अत्र प्रश्नः उदेति, समवायसम्बन्धः तदा नास्ति किम्? समवायेन यस्मिन् अस्ति सः समवायी इति. परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य. किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति, परिमाणे अपि अस्ति, उभयत्र आश्रितः. अतः घटे घटः अपि समवायी, परिमाणमपि समवायी खलु. अनेन गुणः अपि समवायी, द्रव्यमपि समवायी इति चेत् यथा घटः परिमाणसमवायी तथैव परिमाणम् अपि घटसमवायी. अत्र यथा पुस्तकहस्तयोः संयोगसम्बन्धः अस्ति तद्विनिष्ठः इति पूर्वं दृष्टवन्तः, तदेव समवायसम्बन्धः अपि अस्ति वा नास्ति वा इति प्रश्नः अस्ति. समवायी इत्युक्ते समवायेन, यस्मिन् समवायेन अस्ति सः समवायी. तद् परिमाणम् अस्ति घटे समवायेन इति चेत् घटः समवायी परिमाणस्य. यदा वयं घटे परिमाणम् अस्ति इति वयं वदामः चेत् तत् समवायेन अस्ति इति वदामः चेत् घटः परिमाणस्य समवायी. किन्तु समवायः इति सम्बन्धः तु घटे अपि अस्ति, परिमाणे अपि अस्ति, उभयत्र आश्रितः. आम्, समवायसम्बन्धः तु घटे अपि अस्ति, परिमाणे अपि अस्ति, उभयत्र अपि तद् आश्रितः अस्ति. अतः घटः अपि समवायी, परिमाणमपि समवायी खलु इति प्रश्नः. प्रश्नः अस्ति यदा घटे अपि परिमाणे अपि सम्बन्धः अस्ति, द्वयोः अपि आश्रितः अस्ति चेत् घटः अपि समवायी, परिमाणमपि समवायी वा इति प्रश्नः. अनेन गुणः अपि समवायी, द्रव्यमपि समवायी. परिमाणम् इति गुणः अपि समवायी, घटः इति द्रव्यम् अपि समवायी. अतः घटः, यदा घटः परिमाणसमवायी तदैव परिमाणमपि घटसमवायी. यदा वयम् उक्तवन्तः घटः समवायी परिमाणस्य इति, घटः परिमाणसमवायी इत्युक्ते परिमाणं घटसमवायी. अग्रे पठतु भगिनि. सत्यं समवायसम्बन्धः उभयत्र आश्रितः, अतः द्विनिष्ठः एव. किन्तु स च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन, अपरस्मिन् आश्रये अपरसम्बन्धेन. समवायसम्बन्धः घटे अस्ति अनियोगितासम्बन्धेन, समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन. द्वयमपि सत्यम्. अत्र प्रतियोगी अनियोगी च संसर्गीयः न तु अभावीयः. यस्य सम्बन्धः सः प्रतियोगी, यत्र सम्बन्धः सः अनियोगी. अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारे नास्ति. समवायसम्बन्धः घटे अस्ति अनियोगितासम्बन्धेन इति प्रसिद्धः, यतोहि अनेन समवायिकारणं व्यक्ति क्रियते. एवञ्च आश्रयस्य दिशि अधः गमनार्थं वदनार्थं, समवायी आश्रितस्य दिशि उपरि गमनार्थं वदनार्थं समवेतः इति व्यवहारामः. अत्र यदा वयं दृष्टवन्तः परिमाणम् अपि घटसमवायि, घटः अपि परिमाणसमवायि इति, समवायसम्बन्धः उभयत्र आश्रितः अस्ति. अतः तदपि यदा संयोगसम्बन्धः द्विनिष्ठः अस्ति. किन्तु क च समवायसम्बन्धः एकस्मिन् आश्रये एकेन सम्बन्धेन, अपरस्मिन् आश्रये अपरसम्बन्धेन. एतद् समवायसम्बन्धः यद् द्विनिष्ठः अस्ति तद् एक यदा आश्रितः उभयत्र आश्रितः अस्ति चेदपि एकस्मिन् आश्रये तद् एकस्मिन् एकसम्बन्धेन एकेन सम्बन्धेन, अपर आश्रये अन्यसम्बन्धेन अस्ति, समानसम्बन्धेन नास्ति इति वा भगिनि? समवायसम्बन्धः घटे अस्ति अनियोगितासम्बन्धेन, समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन. यदा यथा घटे समवायसम्बन्धः अस्ति तत्तु अनियोगितासम्बन्धेन अस्ति, परिमाणे यत् समवायसम्बन्धः अस्ति तद् प्रतियोगितासम्बन्धेन अस्ति. द्वयमपि सत्यम्. अत्र प्रतियोगी अनियोगी च संसर्गीयः न तु अभावीयः. अत्र यद् प्रतियोगी अनियोगी इति पदम् अस्ति तत्तु अभावविषये नास्ति, तत्तु संसर्गीयः. संसर्गीयः इत्युक्ते किं भगिनि? सम्बन्धविषयः खलु, वयं पूर्वं दृष्टवन्तः तत्र. तदेव अनियोगी इति अधिकरणस्य अपि अपरं नामम् इति तत्सर्वं स्मरति वा? संसर्गीयः इति तत्तु भिन्न अस्ति न? हा, तत्र सांसर्गिकः इति वयं सम्बन्धविषये अपि दृष्टवन्तः. तत्र विशेषणविषये इति विशेष, हा, तत्र संसर्गः इति तत्र सम्बन्धविषये तत्र अस्ति खलु, तत्र संसर्गिकः इति दृष्टवन्तः. अभावविषये नास्ति किन्तु किञ्चित् नूतनपरिभाषा इति अत्र. यस्य सम्बन्धः अधिकरणस्यापि भवति अनुयोगी इति संज्ञा इति एकः भागः अस्माभिः पूर्वं पठितः. तत्र अनियोगी इत्युक्ते तत्र अधिकरणम् इति अपि अस्ति, तदेव इदानीं तत्र यस् अधिकरणं यदस्ति समवायसम्बन्धस्य अधिकरणं यत्र अस्ति तत्र अनियोगितासम्बन्धः. प्रतियोगिता इत्युक्ते तत्र यः तत्र तिष्ठति अधिकरणे सः प्रतियोगिता इति. तत्र प्रतियोगितासम्बन्धेन समवायसम्बन्धः परिमाणे अस्ति, अनियोगितासम्बन्धेन समवायसम्बन्धः अधिकरणे इत्युक्ते अत्र घटे अस्ति. यस्य सम्बन्धः सः प्रतियोगी, यत्र सम्बन्धः सः अनियोगी. यस्य सम्बन्धः सः प्रतियोगी, परिमाणस्य सम्बन्धः सः प्रतियोगी, घटे सम्बन्धः सः अनियोगी इति वा? हा, सत्यम्. इत्युक्ते सम्बन्धः यत्र अस्ति इत्युक्ते सम्बन्धस्य अधिकरणं यदस्ति तद् अनियोगी अस्ति, तदेव अधिकरणस्य अपरं नाम अनियोगी इति तत्र यदा वयं दृष्टवन्तः तद्वत्. तत्र अनियोगी इति यदस्ति तदस्ति अधिकरणं. प्रतियोगी अस्ति यस्य सम्बन्धः इदानीं यस्य विषये वयं वदामः इत्युक्ते तत्र परिमाणम् इति परिमाणमस्ति घटे इत्येव वदामः खलु. तर्हि परिमाणं घटे अस्ति इति व्यवहारमः चेत् तत्र परिमाणस्य सम्बन्धः, तर्हि परिमाणं भवति प्रतियोगी. परिमाणं कुत्र अस्ति? परिमाणं घटे अस्ति खलु. परिमाणं घटे अस्ति चेत् तत्र घटः इति अत्र अनियोगी. तदर्थमेव तत्र समवायसम्बन्धेन क्षम्यतां समवायसम्बन्धः अनियोगितासम्बन्धेन अस्ति घटे समवाय यदा संयोगसम्बन्धः द्विनिष्ठः तद्वत् समवायसम्बन्धः अपि द्विनिष्ठः परन्तु समवायसम्बन्धः भिन्नभिन्नसम्बन्धेन तिष्ठति तत्र द्वाभ्यां द्वयोः स्थलयोः अपि तर्हि तत्र समवायसम्बन्धः अनियोगितासम्बन्धेन तिष्ठति अधिकरणे इत्युक्ते घटे स च सम्बन्धः प्रतियोगितासम्बन्धेन तिष्ठति परिमाणे इति तत्र भेदः अत्र च इदं समवायसम्बन्धः परिमाणे अस्ति प्रतियोगितासम्बन्धेन इत्यस्य न्याये व्यवहारो नास्ति अत्र समवायसम्बन्धः परिमाणे प्रतियोगितासम्बन्धेन इति न्याये व्यवहारः नास्ति इत्युक्ते अत्र यदा वयं न्यायशास्त्रे पठामः तत्र न्याये इत्युक्ते न्यायशास्त्रप्रसङ्गे अत्र वयं तत्र समवायसम्बन्धः परिमाणे प्रतियोगितासम्बन्धेन अस्ति इति तादृशव्यवहारं न कुर्मः न्यायग्रन्थे न प्रसिद्धः तादृशव्यवहारः प्रसिद्धः नास्ति नास्ति समवायसम्बन्धः घटे अस्ति अनियोगितासम्बन्धेन इति प्रसिद्धः यतोहि अनेन समवायीकारणं व्यक्तीक्रियते यदा वयं वदामः समवायसम्बन्धः अनियोगितासम्बन्धेन घटे अस्ति इति तत्तु न्यायशास्त्रे तद् स्वीकुर्मः अनेन किमर्थम् इत्युक्ते अनेन समवायीकारणं व्यक्तीक्रियते इत्युक्ते स्पष्टं भवति इति वा सत्यम् एवञ्च आश्रयस्य दिशिः अधः गमनार्थं वदनार्थं समवायी यदा आश्रयदिशि अधः गच्छति चेत् तत्तु समवायी आश्रितस्य दिशि तत् आश्रयस्य दिशि अधः गमनार्थं समवायी आश्रितस्य दिशि उपरि गमनार्थं समवेतः इत्युक्ते यदा इदानीं तत्र घटपरिमाणं घटः इति विषयं स्वीकुर्मः चेत् तत्र घटपरिमाणं घटे अस्ति तर्हि घटः इति आश्रितः खलु घटपरिमाणं घटपरिमाणस्य आश्रितः अस्ति घटः तर्हि यदा अधोगमनार्थम् इत्युक्ते घटपरिमाणम् इति आरभ्य तस्मात् आरभ्य घटं प्रति गच्छामः चेत् तत्र अधोगमनं भवति खलु तत्र समवायि इति व्यवहारः घटम् इति तस्मात् आरभ्य उपरि गच्छामः चेत् इत्युक्ते घटपरिमाणं प्रति गच्छामः चेत् तत्र उपरि गमनं भवति खलु तत्र समवेतम् इति वदामः तत्तु वयं पूर्वमपि दृष्टवन्तः यदा कपालपरिमाणस्य परम्परासम्बन्धः अस्माभिः साधितः अत्र तु उपरि गमनम् अभवत् खलु अत्र समवेतम् इति एव स्वीकृतवन्तः तद्वत् यदा घटपरिमाणम् इति कपाले घटपरिमाणस्य अधिकरणं साधितः तत्र तु समवायी इति पदम् उपयोगं कृत्वा तत्र अधोगमनं कृतवन्तः स्पष्टं स्पष्टम् अस्तु तर्हि अग्रे सुनील् महोदय भवान् पठति वा आम् अस्तु ततः अग्रे पुस्तकं हस्ते इति यथा संयोगसम्बन्धः उभयत्र आश्रितः द्विनिष्ठः तथैव परम्परासम्बन्धः अपि स्यात् किन्तु अत्र भिन्ना समस्या अत्र सम्बन्धः द्विनिष्ठ एव नास्ति स्वसमवायित्वसम्बन्धेन घटपरिमाणं कपाले इति स्थितौ यद्यपि स्वसमवायित्वसम्बन्धः कपाले अस्ति किन्तु घटपरिमाणे नास्ति स्वसमवायिसमवायी कपालः इदं समवायित्वं च कपाले एव भवति. इदानीम् अत्र वयं द्वितीय उदाहरणं स्वीकुर्मः. अत्र पुस्तकं पुस्तक हस्तसंयोगः इति अत्र पुस्तकं हस्ते अस्ति इति संयोगसम्बन्धः एव अस्ति. अत्र द्विनिष्ठ संयोगः द्विनिष्ठः अस्ति इति वयं पूर्वं दृष्टवन्तः. परन्तु अत्र भिन्नसमस्या अपि अस्ति इति अत्र सम्बन्धः द्विनिष्ठ एव नास्ति इति. इत्युक्ते अत्र घटपरिमाणस्य च कपालपरिमाणस्य उदाहरणे घटपरिमाणं स्वसमवायित्वसम्बन्धेन कपाले अस्ति इति वयं दृष्टवन्तः. तत्र स्वसमवायित्वसम्बन्धः कपाले अस्ति, घटपरिमाणे नास्ति इति. तत्र घटपरिमाणे आश्रितः नास्ति इति. तत्र घटपरिमाणं प्रतियोगी अस्ति, कपालः अनियोगी अस्ति परम्परासम्बन्धेन. अत्र स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले इति स्थितौ यद्यपि स्वसमवायी समवायित्वसम्बन्धः कपाले अस्ति किन्तु घटपरिमाणे नास्ति. इत्युक्ते अत्र संयोगसम्बन्धः इति विषये यदा पुस्तकं हस्ते इति वदामः चेत् तत्र संयोगसम्बन्धः पुस्तके अपि अस्ति, हस्ते अपि अस्ति खलु. इदानीं अस्तु, तत्र संयोगसम्बन्धेन पुस्तकं हस्ते अस्ति इति वाक्यं स्वीकुर्मः. संयोगसम्बन्धेन पुस्तकं हस्ते अस्ति इति इति दृष्टान्ते तत्र संयोगसम्बन्धः कुत्र अस्ति? पुस्तके अस्ति, हस्ते अपि अस्ति. उत्तमं, तर्हि द्विनिष्ठः, तर्हि पुस्तके अपि अस्ति, हस्ते अपि अस्ति. तद्वत् स्वसमवायी समवायित्वसम्बन्धेन घटपरिमाणं कपाले अस्ति इति वदामः चेत् स्वसमवायी समवायित्वसम्बन्धः कुत्र अस्ति? कपाले अस्ति. परन्तु घटपरिमाणे नास्ति. सत्यं, तत्र सम्बन्धः घटपरिमाणे नास्ति, सम्बन्धः केवलं कपाले अस्ति न तु घटपरिमाणे इति विषयः. इत्युक्ते तत्र परम्परासम्बन्धः अस्ति इति कारणेन किल? सत्यं, यथा संयोगसम्बन्धः द्विनिष्ठः अस्ति तद्वत् परम्परासम्बन्धः द्विनिष्ठः नास्ति इत्येव वार्ता. अत्र स्वसमवायि समवायि कपालः इदं समवायित्वं च कपाले एव भवति. इत्युक्ते तत्र स्वसमवायि समवायित्वसम्बन्धः इति वदामः खलु, तर्हि तत्र स्वम् इति घटपरिमाणं, स्वसमवायि अस्ति कपालः, तर्हि स्वसमवायि समवायित्वं केवलं कपाले एव अस्ति न तु घटपरिमाणे. तदर्थमेव तत्र तादृशसम्बन्धः केवलं कपाले अस्ति परन्तु घटपरिमाणे नास्ति. अस्तु, हा, अग्रे पठतु महोदय. संयोगः इति यथा उच्यते तादृशसरलसम्बन्धः नास्ति अत्र पारम्पर्यात्. स्वस्य समवायी घटः, घटस्य समवायी कपालः. स्वसमवायी समवायित्वं कपाले एव न तु स्वस्मिन्. अतः एतादृशसम्बन्धः घटपरिमाणे अपि अस्ति इति वक्तुं न शक्यते, विपरीतरीत्या अपि वक्तुं शक्यते. स्वम् इति कपालः, स्वस्य स्वसमवेतः घटः, पुनः घटसमवेतं घटपरिमाणं, स्वसमवेतं परिमाणं, स्वसमवेतसमवेतत्वं परिमाणे. यद्यपि कपालः स्वसमवेतसमवेतत्वसम्बन्धेन घटपरिमाणे, किन्तु इदं स्वसमवेद समवेदत्वं केवलं परिमाणे न तु कपाले. इदानीम् अत्र यदा वयं पूर्वं दृष्टवन्तः विपरीतदिशि गच्छामः चेत् अत्र घटः अधिकरणं कपाल घटपरिमाणं कार्यं कपालः कपालपरिमाणं घटपरिमाणं प्रति कीदृशं कीदृशरीत्या परम्परासम्बन्धेन घटे भवति इति. तत्रापि स्वसमवेद समवेदत्वं परिमाणे भवति, केवलं परिमाणे. कीदृशपरिमाणे अत्र कपालः स्वसमवेदसमवेदत्वसम्बन्धेन घटपरिमाणे भवति. उत्तमं. परन्तु स्वसमवेदसमवेदत्वं केवलं परिमाणे एव भवति, कपाले नास्ति इति. परिमाणे इत्युक्ते घटपरिमाणे खलु? घटपरिमाणे आम्. तर्हि अत्र अधोगमनार्थं समवायी इति उपरि गमनार्थं समवेतम् इति खलु? तर्हि स्वसमवायी समवायित्वम् इति कपाले एव अस्ति, स्वसमवेतसमवेतत्वम् इति घटे घटपरिमाणे एव अस्ति. तर्हि यद्यपि परम्परासम्बन्धेन अस्ति, परन्तु परम्परासम्बन्धः संयोगसम्बन्धः एव द्विनिष्ठः नास्ति, एकदिश्यामेव गच्छति. प्रकृतौ च स्वसमवायित्वं कपाले एव, अतः परम्परासम्बन्धः यत्र भवति तत्र एकमुखेन सम्बन्धः स्वीकरणीयः भवति. अत्र सम्बन्धः द्विनिष्ठः नास्ति, स्वसमवेदसमवेदत्वं परिमाणे न तु कपाले, स्वसमवायिसमवायित्वं कपाले न तु परिमाणे. अत्र यदा भवती उक्तवती अत्र यदा परम्परासम्बन्धः भवति तत्र एकमुख्यसम्बन्धः एव स्वीकरणीयः, न तु द्विनिष्ठः इति. अस्मिन् उदाहरणे अपि स्वसमवायित्वं कपाले भवति, तदेव स्वीकरणीयः इति. उत्तमम्. अत्र प्रश्नः अस्ति वा? उत्तमं. तर्हि गृहपाठरूपेण महोदयस्य ध्वनिमुद्रणं शृणोतु, अपि च पुस्तके द्वितीयसमवायिकारणवर्णनम् इति यः भागः अस्ति स च भागः अपि पठ्यताम्, यतोहि तत्र आगामिकक्षायां तद् एकवारं पठित्वा अग्रे सरेम. तर्हि एकवारं पठित्वा आगच्छन्तु. भगिनि एकः प्रश्नः अत्र, प्रश्नः नास्ति परन्तु अत्र फले एकः रसः अस्ति इति अत्रापि एतादृशसम्बन्धः एव किल अत्र यदा विशेषणविशेष फले एकः रसः अस्ति इति अत्र तत्रापि तत्र तत्र स्वसमवायी समवेतसम्बन्धः इति आगच्छति खलु? यतोहि रसः अपि फले एकः इति एकत्वमिकसंज्ञा अपि संख्या अपि फले इति कृत्वा अत्रापि तत्र हा तादृश परम्परासम्बन्धः इति आगच्छति. तत् सत्यम्. अतः एकमुखसम्बन्धः एव स्वीकरणीयः इति. एकमुखसम्बन्धः एकः स्वीकरणीयः, सत्यम्। अत्र तु सत्यं, परन्तु अत्र तु साम्यं दृश्यते, यतोहि द्वयमपि तत्र संख्या अपि गुणः, रसः अपि गुणः, अपि च अत्र द्वयोः अपि तत्र अधिकरणं समानम् इति कृत्वा तत्र साम्यं दृश्यते खलु। तत्र रसः अपि स्वसमवायी समवेतत्वं, रसे अपि अस्ति स्वसमवायी समवेतत्वम् इति, फले अपि अस्ति। अत्र पश्यति चेत् अत्र घटपरिमाणं घटे अस्ति, घटः कपाले अस्ति इति परम्परा किञ्चित् एकदिश्यां गच्छति, तत्र तथा नास्ति खलु। संख्या रसः द्वयमपि द्वयोः अपि अधिकरणं समानमस्ति, साक्षात् समानमस्ति। अस्तु, अन्यप्रश्नः अस्ति वा? अस्तु, तर्हि अत्र स्थगयामः। शुभरात्रिः, आगामिकक्षायां मिलिष्यामः। धन्यवादः। धन्यवादः, नमस्ते।